नमस्सर्वेभ्यः अस्माकं गीतासोपानस्य अपि च विभक्तिवल्लव्याः वर्गं प्रति स्वागतम्। गते वर्गे कथायाः पठनं सम्पूरितवन्तः वयम्। अद्य तत्र गीतासोपानस्य चतुश्चत्वारिंशत्तमं पुटे संक्षेपगीता अस्ति, तत्र वयं संक्षेपगीतायाः पठनं कुर्मः। आदौ तु यथा प्रकारः ध्येयमन्त्रः, कविता भगिनी पठति किल? दृश्यते किल? आम् दृश्यते। आं भगिनी पठतु। अन्योधनं प्रेत्य गतस्य भुङ्क्ते त्वयांसि चाग्निश्च शरीरदातु, त्वाभ्यामयं सह गच्छत्यमुत्र पुण्येन पापेन च वेष्ट्यमानः। तत्र गच्छत्यमुत्र इति मूत्रमास्तु, अन्यथा अर्थः भिन्नः भवति। गच्छत्यमुत्र जानाति किं, वदति किम् अर्थः? न भगिनि, नैव। A dead man's wealth is enjoyed by others, so also the constituents of his body are enjoyed, consumed by birds and fire. This dead man goes to the other world wrapped only in his good and bad deeds. Atra anvaya asti patastu bhagini, anvaya. Aam bhagini. Pretagatasya dhanam anyaha bhunkte, प्रेतगतस्य शरीरधातुं वायांसि च अग्निः च भुङ्क्ते, अयं पुण्येन पापेन च द्वाभ्यां सह वैष्ट्यमानः अमुत्र गच्छति। अत्र डेड् मेन् इति केन शब्देन वयं ज्ञातुं शक्नुमः? प्रेत्यगतस्य विभक्तिः का? षष्टिविभक्ति। अत्र बर्ड् इति शब्दः केन शब्देन ज्ञातुं शक्नुमः? वर्ष्णि वर्ष् नैव, वयां वयां बर्ड् बर्ड् बर्ड् अच्छा अच्छा बर्ड् वयां वयां सिनि बर्ड् च अग्निः शरीरधातु, तत्र बाडि कान्स्टिट्युयेण्ट् अस्ति। टु दि अदर् वर्ल्ड्, अदर् वर्ल्ड् इति उक्तवन्तः किल? अदर् वर्ल्ड् इत्युक्ते राप्ट् इन् तत्र तत्र केन शब्देन ज्ञातुं शक्नुमः? अस्तु, चतुश्चत्वारिंशत्तमं पुटम् उद्घाटयन्तु। अहं किं कृतवती, तत्र यथा भवन्तः कृते सुलभ भवति तथा सम्पूर्णं संक्षेपगीतां भिन्नरीत्या प्रदर्शितवती। पश्यन्तु अत्र दृश्यते किल? आं भगिनि, आं भगिनि। तर्हि अहं किं कृतवती, मम संस्कृतस्य शिक्षकेन पाठितम् एवं करणीयम्, एवं कुर्मश्चेत् तत्र सुलभः जायते। पश्यन्तु, अहम् एकवारं पठामि। अनुष्टुप् छन्दे अस्ति, छन्दसि अस्ति, अनुष्टुप् छन्दसि अस्ति। तत्र यथा भगवद्गीतायाः पठनं भवति तथैव करणीयम्। अथादौ धृतराष्ट्रस्तु सञ्जयं परिपृच्छति कुरुक्षेत्रे समायाताः किमकुर्वत मत्प्रियाः। कविता भगिनी पठतु एकवारम्। आं भगिनि, अथादौ धृतराष्ट्रस्य धृतराष्ट्रस्य तु सञ्जयं परिपृच्छति कुरुक्षेत्रे समयताः किं कुर्वत् मत्प्रियाः। तत्र किं नास्ति, यत्र हलन्तमस्ति तत्र किम् इति भवति, कुर् तत्र रेफस्य अधोभागे तत्र हलन्तमस्ति। किम किम इति वदनीयं, किम कुर्वत मत्प्रियाः, किम कुर्वत मत्प्रियाः, किम अस्ति तत्र। किं वदामश्चेत् यदा लिखामः तदा हलन्तं स्थापनीयं तत्र, अवगतम्? अथादौ धृतराष्ट्रस्य धृतराष्ट्रस्य तु सञ्जयं परिपृच्छति कुरुक्षेत्रे समायताः समायाताः किं कुर्वत् मत्प्रियाः, किमकुर्वत मत्प्रियाः। विजयकुमार् महोदय पठतु। कविता भगिन्याः ध्वनिः सम्यक् श्रूयते, परन्तु विजयकुमार् महोदय भवतः ध्वनिः किञ्चित् न्यूनमेव अस्ति। नैव किञ्चित् न्यूना अस्ति। अथातो धृतराष्ट्रस्तु सञ्जयं परिशिक्षति कुरुक्षेत्रे समायाताः किमकुर्वत्प्रियाः। तत्र कथमस्ति इत्युक्ते अथ योगः आदौ। अथ इत्युक्ते किम्? अथ नाम यदा वयं पठामः तदा नाव् नाव् अथ प्रथमोऽध्यायः नाव् फस्ट् अध्यायः एव अथ अथ आदौ अथ योगः आदौ अथादौ अथ योगः आदौ अथादौ अथ आदौ इन् द बिगिनिङ्ग् आदौ कीदृशं पदम्? आदौ अव्ययमस्ति, अव्ययम्। धृतराष्ट्रः कीदृशं पदं वदतु कविता भगिनी अथवा विजयकुमार् महोदय, धृतराष्ट्रः कीदृशं पदम्? प्रथमाविभक्ति वचनं वचनं एकवचनं एकवचनं एकवचनं तु तु कीदृशं पदम्? नैव नैव अव्ययमस्ति तु अव्ययमस्ति तु हि वै आल् दीस् आर् आल्सो काल्ड् फिलर्स् ओके न फार् एक्साम्पल् हि हि मीन्स् सर्टेन्लि इट् मीन्स् सर्टेन्लि नहि नहि मीन्स् नो लैक् देट् ओके सो हि ओवर् हियर् तु ओवर् हियर् इस् अ फिलर् एक्चुलि टु डू द छन्दस् सो वी टेल् नो इन् हिन्दी आल्सो वी टेल् मे तो नहीं करूंगी दैट तो इस् देयर नो मे तो नहीं करूंगी तो डजन्ट् हेव् एनी मीनिङ्ग् देयर् सो देट् वे इट् डजन्ट् हेव् एनी मीनिङ्ग् स्पेसिफिक्ली बट् इट् हेल्प्स् टु गिव् दिस् कैण्ड् आफ् अ फीलिङ्ग् धृतराष्ट्रस्तु ई ओन्ली दट् वे and at the same time it is, doesn't have any specific meaning, it is also used as a filler. Sanjayam, kidrisham padam Vijay Kumar Mahoday vadatu. Sanjayam dvitiya vibhakti uttama ekavachanam ekavachanam lingam janati evameva prishtapati pullinga pullinga paripriccati कविता भगिनी वदतु कीदृशं पदं पृच्छति पृच्छति पृच्छ धातुः पृच्छ कीदृशं पदं क्रियापदं क्रियापदं तत्र लकारः कः लट् लकारः प्रथमपुरुषः प्रथमपुरुषः एकवचनम् उत्तमं परिपृच्छति परिपृच्छति परि इस् द उपसर्गः प्रीहति परिपृच्छति सम्यक् पृच्छति कुरुक्षेत्रे कुरुक्षेत्रे कीदृशं पदं कुरुक्षेत्रे कुरुक्षेत्रे सप्तमी विभक्ति एकवचनम् अपि च क्षेत्रं नपुंसकलिङ्गे अस्ति समायाताः कीदृशं पदम् ओके ओवर् हियर् इट् इस् त प्रत्ययः या धातुतः निर्मितः त प्रत्ययः एण्ड् दिस् त प्रत्ययः makes it a noun and also in a way an adjective. So what kind of people those people were? They had gathered samayataha iti. They had gathered Kurukshetre samayataha, those people who had gathered. So you are right, it is Pratama Vibhuti and Bahuvachane asti, tav pratyaya asti karati. It's like a noun and an adjective, so to speak. अस्तु फार् एक्साम्पल् एषः पुरुषः एषः पुरुषः दिस् इस् अ मेन् सुन्दरः अस्ति सुन्दरः अस्ति इन् संस्कृतं यु डोण्ट् पुट् सः सुन्दरः अस्ति इस् नाट् रिक्वायर्ड् सुन्दरः अस्ति सो देट् सुन्दरः बिकम् बोत् द नौन् एण्ड् एडजेक्टिव् इन् अ वे ओके समायात किं किं कीदृशं पदम् किम् अव्ययः उत्तमं किम् अकुर्वत अकुर्वत अकुर्वत कीदृशं पदम् अकुर्वत क्रियापदं पास्ट् टेन्स् लड् लट् लड् लकार लङ् लङ् लकार लङ् लङ् लङ् लङ् दट् एक्चुली द गर् इस् नाट् देयर् वर् देयर् लङ् दट् कक गगम न इस् देयर् नो दट् विद् द हलन् ओके So, lang lakara. It sounds like ga, but it's okay. Lang lakara, uttamam bhagini. Tatra purushaha, purushaha ka? Prathama purusha. Prathama purusha. Api cha, tatra anyani rupani janati kim? Rama bhaj. अकरोत् अकुरुताम् अकुरुत अकुर्वाताम् अकुर्वत अकुरुथाः अकुर्वाथाम् अकुरुखम् तत्र आत्मनेपदी अस्ति चिन्ता नास्ति भगिनि तत्तु तत्र किञ्चित् क्लेशः अस्ति एव यतोहि वयं न प्रयुज्मः किल तदस्ति अस्तु किम् अकुर्वत मत् प्रियाः मत् कीदृशं पदम् अव्यय नैव नैव नैव अत्र मत् अस्मत् शब्दस्य पञ्चमी विभक्तिः अस्ति अस्मत् अस्मत् शब्दस्य पञ्चमी विभक्तिः मत् प्रियाः प्रियाः तु जानाति एव प्रियाः कीदृशं बिलौ कीदृशं पदं परन्तु अत्र बहुवचनं बहुवचन अपि च विभक्तिः का विभक्तिः प्रथमाविभक्ति प्रथमाविभक्ति बहुवचनं प्रथमाविभक्ति बहुवचनं मत् क्रिया मत् वाट् इस् द मीनिङ्ग् आफ् दिस् मत् अत्र पञ्चमी विभक्तौ अस्ति तदर्थं दोस् बिलौड् आफ् मै प्रड्यूस् फ्रोम् मी लैक् देट् इस् आस्ति मत् क्रियः डजन्ट् मीन् मैन् ओवर् हियर् इट् मीन्स् प्रड्यूस् फ्रोम् मी सो एक्चुलि हि इस् मोर् इण्ट्रेस्टेड् इन् इन् द कौरवास् most probably. Perhaps that is why he is using this language. Mat Priya. Those who have been tried. Otherwise he would have told mine, no? Because even the Pandavas were his actually. So, eva maham tu tatha eva aham. So it would have become mam. Mama Priya. It would have become mama otherwise. It would have become mama or me. Mama or me. Shashti Vibhakti. Me Priya. He could have used that also. But Mat Priya he has used specifically. Anyway. So, इदानीम् अग्रे विजयकुमार् महोदय पठतु सेकेण्ड् श्लोक नूनं दुर्योधनस्तथा उपसङ्गच्छते भूते निबोधयसि संस्थितान् कुतः पठति भवान् ऐ यूसिङ्ग् द बुक् ऐ यूस् यूसिङ्ग् द स्क्रीन् बुक् बुक् बुक् बुक् बुक् बुक् ओन्लि सो स्क्रीन् इस् नाट् रिक्वायर्ड् शल् ऐ पुट् इट् आफ् नो नो नो बुक् भगिनी भवती पठतु चिन्ता नास्ति अवादितसञ्चयं नैव अदात् अवादित् इट्स् अ बुक् इस् बिकमिङ्ग् ईज़ियर् देन् दैट् ओके ओके ओके चिन्ता नास्ति अत्र पुस्तके पुस्तकतः पठितुं शक्नुमः चेत् तत्र चिन्ता नास्ति महोदय अहं तु किञ्चित् अगादितसञ्चयश्रेयं द्रोणं दुर्योधनस्तदा उपसङ्कच्छते भूते विबोधयति संस्थिता कविता भगिनी पठतु अवादितसञ्जयस्त्वेवं द्रोणं दुर्योधनस्तदा उपसङ्गच्छते ब्रूते निबोधयति संस्थितान् अवादितसञ्जयस्त्वेवं द्रोणं दुर्योधनस्तदा उपसङ्गच्छते ब्रूते निबोधयति संस्थिता इदानीं वदतु विजयकुमार् महोदय वदतु अवादीत् कीदृशं पदम् अवादीत् अवादीत् अवादीत् अवादीत् तत्र लङ् लकारे अस्ति क्षम्यतां लुङ् लकारे अस्ति लुङ् लकारे लुङ् लकारे हा लुङ् लकारे लुङ् लकार इस् यूस् जनरली इन् दीस् वेदास् नो वेर् इट् हेस् हेपन्ड् एट् अ वेरि वेरि लाङ्ग् टैम् बेक् ओके अवादीत् ओके बद्ध तत्तु नास्ति क्रियापदमस्ति धातुः धातुः तु वद् अस्ति लुङ्लकारः वेरि रिमोट् पास्ट् very remote past सो लुम् लकारः अस्ति वद् धातुः. तत्र त्रयः लकारः सन्ति, सामान्यभूतकालः अथवा लङ्लकारः. सामान्यभूतकालः दट् मीन्स् इट् हेस् हेपेन्ड् लैक् देट्. लुम् लकारः इस् अनद्यतनभूतकालः. अनद्यतनभूतकालः मीन्स् नाट् टुडे, विच् हेस् हेपेन्ड् लाङ्ग् बाक्. ओके, बै देट् लाजिक् even in the earlier one it should not have been a purvatam, but in this year they have used that, so there's nothing bigger. And the other one is lit lakarah paroksha bhutakala, which means really really very very far away, very far away. So avadit lit lakarah. Agre sanjayah kidrisham padam. विजयकुमार् महोदय, सञ्जय एकवचनम् एकवचनम् अत्र तु तु कीदृशं पदम् इदानीं भवान् वदतु. अव्यय अव्यय उत्तमम्. अव्ययम् अपि च फिलर् रिमेम्बर् दट्. एवम् एवं कीदृशं पदम् एवम् अव्यय अव्ययम् उत्तमम्. द्रोणं द्रोणं कीदृशं पदम्? द्वितीया विभक्ति एकवचनम् उत्तमम्. दुर्योधनः, तत्र दुर्योधन तदा अस्ति किल, तत्र सन्धिः अस्ति दट् दुर्योधन तदा. वै इट् इस् बिकम् स बिकास् अकार्डिङ्ग् टु द रूल् सन्धि रूल् वेन एवर् देर् इस् द विसर्गः फालोड् बै द देन् द विसर्गः टेक्स् द फार्म् आफ् स. That is the Duryodhana Tada. But when you break it up, Tatra Badavichedam Yada Kurmaha Tada Duryodhanaha Tada. Duryodhanaha. Duryodhanaha. Kidrisham Padam? Ekavachanam Pratama Vipakti. Uttama. Tada. Kidrisham Padam? Avyaya. Very Uttama. उपसङ्गच्छते कीदृशं पदम्? क्रियापदं क्रियापदमस्ति तत्र. उप अपि च सन् तं तत्र उपसर्गौ उप अपि च सम् उपसर्गौ पदं तत्र गच्छते अस्ति. पश्यतु अत्र गीतायां पश्यते गच्छते अस्ति, परन्तु अस्माकं कृते गच्छते तु नास्ति किल, गच्छति अस्ति गम् धातुतः. परन्तु अत्र गीतायां किञ्चित् भिन्नः अस्ति, परन्तु वयं न वक्तुं शक्नुमः. वि केनाट् से गच्छते, सः गच्छते वि केनाट् से, बिकास् देट् इस् नाट् द यूज्युवल् ग्रामर्. बट् इन् द भगवद्गीता दे हेव् द प्रिविलेज् using a little different what you call whether it is Atmani Pati or Parasmaiva. Okay, so normally Gacchati, so everything that we use from the Gita normally when we read we learn from there, no? So it is not necessary that we can use the same thing. Some places it is different, very few places actually. Kim agre kim upasang Gacchate Brute Brute. ब्रूते कीदृशं पदं? क्रियापदं. ब्रूते तत्र क्रियापदं, ब्रू इति धातुतः निर्मितः. निबोधयति निबोधयति क्रियापदम् क्रियापदं तत्र नी उपसर्गपूर्वं बुध बुद्ध धातुः. लकारः कः? लट् लकारः लट् लकारः. अपि च पुरुषः कः? प्रथमः पुरुषः एकवचनं. संस्थितान् कीदृशं पदम्? द्वितीया भवति बहुवचनं द्वितीया विभक्ति बहुवचनम् उत्तमं परन्तु कीदृशं पदं संस्कृतः संस्कृत न प्रत्ययं स्थितः अस्ति तत्र स्थिताः भवति द्वितीया विभक्तौ अस्ति तदर्थं स्थितान् भवति अर्थं वदतु महोदय संस्थितान् नैव पूर्णस्य श्लोकस्य जानाति एव भवान् मीनिङ्ग् सञ्जयम् अण्ड् द्रोणं सञ्जय द्रोणं दुर्योधनस्तदा अवादि अवादि मीन्स् फास्ट् नो नो सो नो सो ओवर हियर व्हाट हैपेंड इनिशियली धृतराष्ट्र आस्क्ड संजय सो What are my children doing gathered on the Kurukshetra? Now, now what he does after that, Duryodhana, what he does? He goes towards Drona. So now this Sanjay is relating, right? So Sanjaya evam vadati. He is told. What he told? That Duryodhana has gone near Dronam. Yes, Upasangachate, he has gone near Dronam. And he's talking. And he's addressing him. Addressing him, he's talking. Okay? Samsthitan over there. Who, actually, he's gone near Dronam and he's talking to everybody. Hmm. To everybody he's telling in a way. But he is addressing Dronam. Okay? Okay? निबोधयति संस्थितां टु आल् दोस् पीपल् अस्तु अग्रे कविता भगिनी अग्रिमं श्लोकं पठतु ततो रथस्थितः कृष्णः पाञ्चजन्यं पश्चात् सर्वेपि योद्धारः शङ्खान् स्वीयात् दमन्ति च विजयकुमार महोदय ततो रथस्थितः कृष्णः पाञ्चजन्यं दमत्ययो पश्चात् सर्वापि योद्वारं शङ्खान् पश्चात् सर्वापि योद्वारः शङ्खानं शङ्खान् स्वीयान् धर्मति च धर्मन्ति च ततो रथस्थितः कृष्णः पाञ्चजन्यं धमत्यहो पश्चात् सर्वेऽपि योद्धारः शङ्खान् स्वीयान् धमन्ति च अस्तु ततो कीदृशं पदं तत्र ततो नास्ति ततः अस्ति ततः ततः अव्ययमस्ति ततः from there, after that, like that. Rathasthitaha. The chariot. Chariot, no. What is the meaning of Rathasthitaha? Rathaha is chariot. Rathasthitaha. Sitting on the chariot. That's correct. One who is stationed inside the chariot. Okay. Rathasthitaha is the Rathasthitaha. रथे स्थितः इति रथस्थितः इति समासः कम्पौण्ड् वर्ड् रथस्थितः अपि च तत्र विभक्तिः का रथस्थितः प्रथमाविभक्तिः प्रथमाविभक्तिः वचनम् एकवचनं तत्र कीदृशं पदम् इत्थ. उपसर्गः कृष्णः कीदृशं पदम् एकवचनं प्रथमाविभक्ति पाञ्चजन्यं द्वितीयाविभक्ति एकवचनं एकवचनं द्वितीयाविभक्ति एकवचनं अपि च धमत्यहो धमत्यहो कथं तत्र पदच्छेदनं करणीयं धमत्यहो धम प्लस् अत्यो नैव धमति योगः अहो धमति योगः अहो तत्र यण् सन्धिः भवति गोदवे एण्ड् हियर् कम्स् इन् केस् डिपेण्डिङ्ग् आन् द वावल् विच् इस् फालोविङ्ग् सो धमति अहो अहो इत्युक्ते अहो कालिङ्ग् औट् and it's an expression of surprise and awe. Aho, aho, we have seen in that way, Prathama Adhyaya. So, dhamati, aho. Before, usually by, you know, blowing the conch and all, aho, and they start like that. Dhamati. Dhamati ki drisham badam? Which one? Dhamati. Dhamati. Dhamati is kriya padam. क्रियापदं लकारः कः लट् लकारः लट् लकारः उत्तमं धातुः कः जानाति किं ध्मा अस्ति धातुः ध्मा न ध्मा ध्मा ध्मा धातुः विच् वन् मा ध्मा ध्मा हाफ् ह एण्ड् मा ओवर् हियर् धमति धातुः इस् हाफ् ह एण्ड् मा ध्मा ओके Okay, so what is the meaning of dhamati? Holding. Blow. Blow. That is sound, dharati. Sound. Okay. No, no, that is dharati. Blow, what blow, is the blow. Holding? Blow, because panchajanyam ki, what is panchajanyam? Panchajanyam ki? Shankar, ki Krishna se shankar. Krishna se shankar. Blows the shankar. Vaya dhamati lat lakar ha in present day. Okay. Dhamati. Agriya anyatkin tatra pulling dhamati kriyapadam. Purusha uktavan. Paschat. Ki drisham padam? Paschat. Artha hata ha? Artha hata ha? Artha After that. Ananta. After that. Ki drisham padam? अव्ययमस्ति उत्तमम् पश्चात् सर्वे सर्वे कीदृशं पदम् सप्तमी विभक्ति एकवचनं नैव नैव सर्वशब्दस्य सर्व तत्र सर्व इति प्रातिपदकम् अस्ति अकारान्तपुंलिङ्ग सर्वनामपदमस्ति सर्व सर्वः सर्वौ सर्वे सर्वः सर्वौ सर्वे सर्वं सर्वौ सर्वान् सर्वेण सर्वाभ्यां सर्वैः इत्यादय सर्वे आल् आफ् देम् नाट् द सर्वे ओके ओके सर्वे सो इट् डजन्ट् इट् डजन्ट् फालो द रामशब्द पैटर्न् नो बिकास् इट् इस् अ सर्वनामपदम् सर्वनामपदम् अस्ति तदर्थं सर्वनाम तत्र किञ्चित् भिन्नः इव तद् विकं सर्वः सर्वौ सर्व लैक् रामाः इतिकं सर्वे सर्वाः न भवति यतोहि तत्र क्रिया स्त्रीलिङ्गे सर्वाः प्रथमा विभक्तिः बहुवचने अस्ति सर्वाः अस्तु अकारान्त पुंलिङ्ग् शब्दः अग्रे पि अस्ति तत्र पि इत्युक्ते किम् सर्वेपि अस्ति किल तत्र पि इत्युक्ते किम् अपि इत्युक्ते अपि अपि उत्तमम् अस्तु अपि अपि अपि कीदृशं पद कीदृशं पदम् अव्ययः अव्ययः तत्र अवग्रहचिह्नम् अस्ति अवग्रह अवग्रहचिह्नम् यथा तत्र पूर्वे ए भवति अथवा ओ भवति चेत् तत्र अवग्रहचिह्नम् आगत्य तत्र अ इति वर्णस्य लोपः भवति सो इट् डिसपियर्स् अ डिसपियर्स् एण्ड् देट् एन् ए ओ बिफोर् द अस्तु तत्र ओके अपि योद्धारः योद्धारः कीदृशं पदम् एकवचनं प्रथमाविभक्ति कीदृशं तत्र प्रातिपदिकं किं योद्धृ ऋकारान्तोद्धृ योद्धृ ऋकारान्त योद्ध ऋकारान्त पुंलिङ्ग् शब्दः अस्ति मातृ तथा मातृ मातृ पितृ मातृ पितृ तथा योद्धृ पितरः भवति अत्र योद्धारः अस्तु पुंलिङ्ग् शब्दः अग्रे किम् अग्रे शङ्खान् शङ्खान् कीदृशं पदम् द्वितीयाविभक्ति बहुवचनम् उत्तमं लिङ्गं नपुंसकलिङ्गं नैव किं किमर्थं रामान् पुल्लिङ्गे पुल्लिङ्ग ओ डोण्ट् तत्र भ्रमः मास्तु अत्र संस्कृते शब्दस्य शब्दस्य लिङ्गमस्ति न तु न तु वस्तुतः अस्तु स्वीयान् स्वीयान् कीदृशं पदं सेम् द्विवचनं द्वितीयाविभक्ति बहुवचनं पुल्लिङ्ग उत्तमं कथं ज्ञातं यतोहि तत्र विशेषणमस्ति किल धमन्ति धमति कृतवन्तः धमति कृतवन्तः किल धमति धमतः दमन्ति लट्लकारः लट्लकारः वचनं किं बहुवचनं बहुवचनं धातुः कः अहम् उक्तवती एकं निमिष अत्र पश्यतु कीदृशं पदम् अव्ययमस्ति अस्तु विजयकुमार् महोदय अर्थं वदतु इदानीं श्लोकस्य अर्थं वदतु ततो रथस्थितं आन् दि चारियट् कृष्णा ब्लोस् दि आन् दि सिटिङ्ग् आन् दि चारियट् कृष्णा ब्लोस् दि कान्च् उत्तमम् अग्रे after that योद्वारं दट् इस् द्वारं नास्ति योद्धारः सम्यक् उच्चारणं करोति स्वीयान् शङ्खान् स्वीयान् शङ्खान् इत्युक्ते किम् स्वीयान् शङ्खान् दे ओनोन् शङ्खान् ओनोन् पाञ्चन् दे ब्लू ओर् दे ब्लो आल् द पाञ्चन् अस्तु कविता भगिनी अग्रे धनुरुच्छन्ते पार्थः सोऽपि कृष्णं प्रवृति वे वै सेनयोरुभयोर्मध्ये स्थापयेति रथं मम धनु उद्यच्छते पार्थः सोऽपि कृष्णं ब्रवीति वै सेनयोरुभयोर्मध्ये स्थापयेति रथं मम अस्तु तत्र कथमस्ति इत्युक्ते धनुः आदौ तत्र पदच्छेदनं कथं करणीयम् इत्युक्ते धनुः उद्यच्छते उद्यच्छते पार्थः सः अपि सः अपि कृष्णं ब्रवीति वै सेनयोः उभयोः मध्ये स्थापय इति रथं मम स्थापय इति रथं मम आदौ अर्थं वदतु भगिनि अत्र पार्थ हि अर्जुन धनुर् उच्यते धनुर् हेविङ्ग् पिक्ड् अप् द धनुर् पार्थः सोऽपि कृष्णप्रवृति ब्रवीति मीन्स् टु टेल् टु टेल् टु टेल् टु स्पीक् टेल् टु टेल् हि टेल्स् कृष्ण अच्छा ही टेल्स् कृष्ण अच्छा ही टेल्स् कृष्ण सेनयोरुभयोर् मध्ये टेक् द टेक् मै रथ इन् अमिट्स् द सेनयो सेना अमिट्स् द सेना पार्थः सः पार्थः अपि देर् आफ्टर् दे स्पोक् एण्ड् दिस् एण्ड् आफ्टर् ब्लू सः पार्थः धनुः उद्यच्छते कृष्णं ब्रवीति तेनयोः उभयोः मध्ये स्थापय मम रथम् इति अस्तु धनुः कीदृशं पदम् धनुः प्रथमा विभक्ति एकवचनम् अत्र धनुः तु प्रथमा विभक्तिः नास्ति धनुः तत्र द्वितीया एव अस्ति यतोहि तत्र द वर्ब् इस् देर् उद्यच्छति आफ्टर् होल्डिङ्ग् औट् आफ्टर् होल्डिङ्ग् धनु how to describe this becomes the object it becomes the object ukaranta napumsaka linga padam asti agre utyachate tatra ut upasarga purvah yachate yach iti dhatu So this yachate means he is getting ready, udyachate, he is fully ready, he is holding out the bow to fight. Pathava asti tatra, yachate ki drisham padam tatra, kriya padam. तत्र सप्त सती सप्तमी इति व्याकरणस्य अंशः अस्ति, परन्तु इदानीं मास्तु, डोण्ट् वाण्ट् देट् ओवर् हियर् नाम् क्रियापदं फार् द टैम् पार्थः. सः अपि सः अपि सः कीदृशं पदं भगिनि? सः प्रथमाविभक्ति सः प्रथमाविभक्ति तत्र सः तद् तद् तद् लकारान्तात् पुंलिङ्ग् शब्दः. अपि क्रीं कीदृशं पदम्? अपि अव्यय अव्ययम् अव्ययम् कृष्णं कीदृशं पदं? कृष्णं कृष्ण पुल्लिङ्गशब्दः अकारान्त विभक्तिः का? विभक्ति द्वितीय उत्तमं. ब्रवीत् ब्रवीत् क्रियापदं क्रियापदं. पुरुषः प्रथम ब्रवीति प्रथमं पुरुषः उत्तमम्. अपि च वै वै अव्यय अव्ययम् अस्ति. तेनयोः तेनयोः तेनयोः सेना उत्तमं. षष्ठी विभक्ति वचनं किं? द्विवचनं द्विवचनं. तत्र लिङ्गं किं? पुल्लिङ्ग. उत्तमम्. उभयोः उभयोः यतो हि तत्र विशेषणविशेषस्य भावः अस्ति. अस्तु. मध्ये मध्ये मध्ये सप्तमी विभक्ति एकवचनं एकवचनम् अकारान्त पुंलिङ्ग् शब्दः. स्थापय स्थापय स्थापय स्थापय क्रियापदं नाम क्रियापदं लकारः सः. स्थाप्य मध्यमपुरुष स्थाप्य मध्यमपुरुष मध्यमपुरुष अस्ति, परन्तु लकारः कः? लट् लकार लोट् लकारः लोट् लोट् लकार तदर्थं मध्यमपुरुषः. स्थापयतु स्थापयतां स्थापयतु स्थापय स्थापयतं स्थापयत. लोट् लकार रिक्वेस्ट् रिक्वेस्ट् और् आर्डर् और् आर्डर् over here Arjuna has become very arrogant, so it's an order. Thinking that Krishna is the charioteer. So he's telling him, go and put the, ordering him to put the, to sthapaya, station, station. Tha iti dhatu ho, taha nirvita padam, nirvita padam. Sthapaya. Iti, iti kidrishan padam? Avyayam. Avyayam. Ratham, kidrishan padam? रथं रथं प्रथमा द्वितीयाविभक्ति द्वितीयाविभक्ति एकवचनं. तत्र प्रथमविभक्तिः कः तस्य? रथः रथः रथः पुंलिङ्गे पुंलिङ्गे उत्तमं. मम रामः रामः मम कीदृशं पदम्? अहम् अस्मत् शब्दस्य विभक्तिः का? नैव मम मम नैव अहं मम प्रथमा विभक्ति अस्ति. मम षष्ठी विभक्ति माय रथम् एण्ड् ही सेलिङ्ग् दि माय रथम्. इदानीं अर्थं वदतु. धनुरुच्यते होल्डिङ्ग् द बो होल्डिङ्ग् द बो पार्थः अर्जुनः tells Krishna, vai. Why is why? Just a filler. Why is just a filler? Why I told you that? Why? So, all these are fillers to do the chandas. Like you said, kila. Kila. Yeah, like it is. Actually, kila is not a filler. Kila is actually a question in that way. Achha, no, okay, kila, like that. Kila. But kila is not used as a filler, generally. It is used in speech. It's not used as a filler. Okay, what is the meaning of filler? Filler means the anushtup chandas has how many alphabets, tell me? Eight. So there are 32 alphabets in the shloka. So what happens now? Supposing he tells Braviti only. Sopi Krishnam Braviti. Then there won't be eight. Sopi Krishnam Braviti. Kutra asti. It doesn't become six. Dhanu rudyachate pathah. Sopi Krishnam Braviti vai. If you count the alphabet, Saha. Pi. Krishnam Braviti vai. Eight are there, isn't it? Eight. Calculate. Saha. Pi. Krishnam Braviti vai. If you don't put the vai, then the tune will go off. Braviti vai. Sena your mahi, that you know. Put the agre. Vijay Kumar Mohadai, patat. Next shloka. Tapite syasyane. Syasyandane. Tapite syasyane. Eka varam maham patat. Tapite syasyandane tishthan. Asau sarvan nirikshate. Drishtva bandhun gurum shchanyan. Prashamsidati khidyate. Tapite syasyane tishthan. Asau sarvan nirikshate. Drishtva bandhun gurum shchanyan. Prashamsidati khidyate. Khidyate. Khidyate. Astu. Idani. Vada. Thapite. Syandane. Tishthan. Okay. Thapite. Syandane. Tishthan. Again, sati saptami asti. Parantu idani. Tat martu. Just tell. It is Kriyapada. And it is. Yeah. Syandane is not a Kriyapada. Okay. Syandane. What is Syandane? Chariot. Oh, chariot. Chariot. That comes chariot. So Ratha is Tatra synonymous. Sthapite Syandane. Tishthande. Sthapite Syandane. Putting after he has put the chariot in between the two senas, two armies, Tishthan. Okay, Sthapite Tatra Kriyapadamiti Svikurmaha. Parantu tat kriyapadam nasti, sati-saptami. Sthapite upon the chariot being kept over there where he told to keep, tishthan, and it is standing now. That it is a shatru-pratyaya, continuous progress. Asau, ki rishtham padam? Ya, avyaya. Naiva. Naiva. Asau is he only. Asau is, no. Asau is he only. After he kept he. Okay, this person. He supervised. He looked at everybody. He. Asau is a very, is a word which is not used in general speech. It is used generally in this, in Vedas and all that. Generally, it can be used, there is no problem, but nobody uses. Usually we tell the only. So Asav is this Sakaranta Adat Shabda. Pumlinga. Sakaranta. Pumlinga Shabda. Adat. Adat is the Pratipadika. Adat. Adat. Half-sa. With a halal. Okay. Adat. Asau, Amu, Ami, Amu, Amu, Amu, these we don't usually use, so it's very, very unlikely that we'll know, but Asau is very common, okay, and especially in these. And Ami also, if you have read the 11th canto of the Bhagavad Gita, Ami cha dhritarashtrasya putraha is there in that. Ami is there in that. So when you're reading the 11th canto, you remember Astu. So Asau, Adas, Sakaranta, Pumling Shabda. Agre. Agre ki masti sarvan. Kizishan padam? Jana si ho aam. Vibhakti ka? Dvitiya Vibhakti Bahuvachanam. Bahuvachanam, Dvitiya Vibhakti. Sarva iti sarvanama. Akaranta, Pumlinga, Sarvanama Shabda. सर्वः सर्वौ सर्वे सर्वं सर्वौ सर्वान् सर्वेण सर्वाभ्यां सर्वैः सर्वस्मै सर्वाभ्यां सर्वेभ्यः सर्वस्मात् सर्वाभ्यां सर्वेभ्यः सर्वस्य सर्वयोः सर्वेषां सर्वस्मिन् सर्वयोः सर्वेषु अहं लिखितवती तदर्थं शीघ्रं शीघ्रं पठन्ती अस्मि. सर्वान् द्वितीया विभक्तिः अपि च बहुवचने अस्ति. सर्व इति अकारान्तपुल्लिङ्ग सर्वनामशब्दः. निरीक्षते निरीक्षते कीदृशं पदं निरीक्षते? इट्स् क्रियापदम् ऐ थिङ्क् क्रियापदं क्रियापदं. तत्र विभक्तिः का? क्षम्यतां, पुरुषः कः? पुरुषः कः? निरीक्षते. विभक्ति नैव, पुरुष पुरुष पुरुष विभक्तिः नास्ति क्रिया. प्रथमा विभक्ति वचनं, वचनं एकवचनं एकवचनं. सो अत्र निर् इति उपसर्गः, निर् इति उपसर्गः, ईक्ष इति धातुः, ईक्ष निरीक्षति, सम्यक् पश्यति इति सम्यक् सुपरवाइजिंग और ओवरलुकिंग. ओवरलुकिंग दृष्ट्वा कीदृशं पदं? त्वा प्रत्यय. त्वा प्रत्यय उत्तमं. अर्थः कः? टु सी. आफ्टर सी. आफ्टर सी त्वा प्रत्यय. धातुः कः? दृष्ट. दृष्ट उत्तमं. बंधून, बंधून कीदृशं पदं? बन्धून् बन्धून् गुरून् गुरून् कीदृशं पदं? गुरून् बन्धु इति प्रातिपदिकम् उकारान्त पुंलिङ्ग शब्दः अस्ति. गुरुवत् गुरुवत् विभक्तिः का? द्वितीया विभक्ति बहुवचनं. उत्तमम्, अस्तु. अग्रे किम् अस्ति? गुरूंश्चान्यान्. गुरूंश्चान्यान् तत्र कथं पदच्छेदनं करणीयं? गुरून् गुरून् च अन्यान्. गुरून् च अन्यान्. इदानीं गुरून् कीदृशं पदं वदतु? द्वितीया व्यक्ति बहुवचनं. प्रातिपदिकं किम्? उकारान्त पुल्लिङ्गशब्दः. पुल्लिङ्गशब्दः उत्तमं. च तु किं कीदृशं पदं? च कीदृशं पदम्? अन्यान् गुरून् बहून् द्वितीया विभक्ति बहुवचनं सर्वनामपदम् अस्ति. कीदृशं पदं द्वितीयाव्यक्ति एकवचनं भृशम् इत्युक्ते अव्ययमस्ति वायोलेण्ट्लि सीवियर् वायोलेण्ट्लि भृशम् इद अव्ययं अव्ययं सीदति सीदति कीदृशं पदं क्रियापदं क्रियापदं धातुमुखः जानाति किं सीदन्ति अहं वदामि अस्तु तत्र खिद्यते खिद्यते इति क्रियापदं या क्रियापदं तत्र खिद् इति धातु एतस्य श्लोकस्य अर्थं वदतु महोदय स्थापिते प्लेसिङ्ग् द चारियट् प्लेसिङ्ग् द चारियट् अपान् प्लेसिङ्ग् द चारियट् अपान् प्लेसिङ्ग् द चारियट् एण्ड् वित् द चारियट् स्टाण्डिङ्ग् ओवर् देयर् स्टाण्डिङ्ग् ओवर् देयर् द चारियट् ही सुपरवैसर् he is who? He is Krishna. Is it Krishna? No, Arjuna. Arjuna. Arjuna has Arjuna. Taken the bow and claws and very eagerly, Arjuna supervised the everybody. Overlooking. He saw. And what did he do? What happened then? Kim abhavat? Drishtva, by seeing friends, and his gurus, gurushcha anyan, guru and others. Very good, tamam. Krisham, idati, he gets upset. Yes, violently, I mean so badly he becomes sad. Oh. He becomes very sad and he has lost complete power. He has lost power over himself. He has lost thinking power. Astu. Agre, Kavita Bhagini. Okay. Ekam varam aham pathami. Samsate hasta taschapah ve pathul jayate tanau mano bhramati te nasau रथे नैवावतिष्ठते संस्रते हस्तश्चापो वे पुत्रजायते तनौ मनो भ्रमति तेनासौ रथे नैवावतिष्ठते संस्कृते एकनिमिष इदानीं पश्याम एकनिमिष इदानीं किं कुर्मः तत्र महोदय इदानीं तत्र अहं मम प्रस्तुतिं दृष्ट्वा पठतु संस्कृते हसं ततश्चाप संस्कृते हत् ततश्चापः मनो भ्रान्ति वेपथुर्जायते तनो मनो भ्रमति तेनासो रते नैवावतिष्ठते वदतु संसते कीदृशं पदम् संसते तत्र स्रम् इति धातुः अस्ति एकं स्रम् इति धातुः अस्ति means to fall down, slip, slide, okay, from Prathama Purusha, Atam, Agre, Tatra Pada Chedanam Katham Karniyam, Hat Tataha Chapaha, Hat Tataha Together, Hat Tataha, okay, Hat Tataha. What is the meaning of hat tataha? Over there, you see, this taha pratyaha, only adding taha, it makes the word like a panchami vibhakti, like panchami vibhakti. It is not actually vibhakti in that sense. But the meaning, the bhavaha, okay, becomes, like for example, pustakataha patatu, pustakataha. So I am taking the pratipadikam and I am adding taha, pustakataha, read from the book. Vrikshataha patati patra, vrikshataha, that means from the tree the leaf is falling, okay, so hastataha means what? That means, you tell me what is the meaning, hastataha it is taking, hastataha from the hands, chapaha, from the hand, from sate, that means from the hand, it's falling, what is falling? The dhanur, chapaha. Chapaha. Chapaha also means that bone. Chapaha, dhanu. So bone. Akaranta. Akaranta, pulling shabda. Now over there. Vepathur jayate. Vepathur jayate. Vepathur jayate. Tatha pada chedanam karniya. Vepathur becomes vepathur because there is a sandhi over there. Sandhi asti tada. Vepathur jayate. Vepathur is actually vepathur. Okay? Vepathur. What is vepathur? Sweat. No. Actually, it is not sweat over here. That is the other one. But not over here. Over here, it is trembling, quivering. Achcha. Akaranta pulling shabda. Shivering. Literally, the trembling is like a adjective for Arjuna because Vepathuhu, he is literally trembling. Jayate. What is Jayate? Jayate Kidrisham Padam. Jayate Kriya Padam. What happened? Kidrisham Padam. Kriyapada. Jai iti dhatu. Jai iti dhatu. Jai. Jai iti dhatu. Tatra purushaha kaha? Prathama purusha. Prathama purusha. Vachana? Eka vachana. Vachana? Eka. Eka. Tanav. Eka vachana. Tanav. Tanav ki drisham pada? Tanav. Body. Tanav. Body. Tanu. But the body, the word? Word is? The word is? Tanu. Okay. Tanu is the pratipadika. Tanu is the prathama vibhakti. Tanau vibhakti ka? द्विवचनम् द्विवचनं प्रथमा प्रथमा विभक्ति अत्र तनुः अहमपि न ज्ञातवती अहं दृष्टवती तदर्थम् अहं वदामि स्त्रीलिङ्गे अस्ति तनुः स्त्रीलिङ्गे अस्ति उकारान्त तनुः स्त्रीलिङ्गशब्दः तनौ तत्र सप्तमी विभक्ति ततः तत्र रूपाणि कथमस्ति इत्युक्ते कथं सन्ति इत्युक्ते तनुः तनू तनः धनुवत् अस्ति धेनुवत् क्षम्यता धेनुवत् अस्ति धेनु धेनु लैक् धेनु धेनुवत् तनुः तनुः तनू तनवः तनु तनू तनूः तन्वा तनुभ्यां तनुभिः तन्वे तन्वै क्षम्यता तनुभ्यां तनुभ्यः तन्वाः तनुभ्यां तनुभ्यः तनोः तन्वाः तनुभ्यः तनोः तन्वाः तनुभ्यः तनूना तनौ तन्वा तनुष् अस्तु अस्तु तनु तनौ सप्तमी सो इन् द बाडि वाट् हेपेण्ड् इन् द बाडि शिवरिङ्ग् हेपेण्ड् एण्ड् द bow slipped from his hand. What slipped? It slips, you can see, because it is lakshakara. Mano bhramati. Mano tatra manaha asti. Manaha. Manaha. Manaha. Kirdisham padam? Manaha. Kirdisham padam? Akaranta pullinga shabda ha? Naiva, naiva. सकारान्त नपुंसकलिङ्गशब्दः नपुंसकलिङ्गनस् प्रातिपदिकम् इस् मनस् सकारान्त बट् इट् इस् नाट् समौ मैण्ड् एक्चुली शुड् हव् बीन् सम् नैस् लिङ्गम् ऐदर् स्त्रीलिङ्गम् आर् लिङ्गं बट् इट् इस् नपुंसकलिङ्गं नपुंसकलिङ्गम् अस्ति मनः मनसि मनांसि मनः मनसि मनांसि मनसा मनोभ्यां मनोभिः मनसि मनोभ्यां मनोभ्यः ऐ एम् टेलिङ्ग् सो देट् यु नो इट् गेट्स् रीइटरेटेड् इन् अवर् मैण्ड् मनसः मनोभ्यः मनसः मनसोः मनसा मनसि मनसोः मनस्सु उभयः इट् इस् प्रथमा विभक्ति वै वै इस् इट् प्रथमा विभक्ति नपुंसकलिङ्गे तु प्रथमाविभक्तिः अपि च द्वितीयाविभक्तिः तु सामान्यः एव परन्तु अत्र मनः भ्रमति भ्रमति अत्र कर्ता अस्ति मनः भ्रमति भ्रमति कीदृशं पदं क्रियापदं भ्रम क्रियापदं लकारः कः लट् लट् पुरुष पुरुष कः प्रथमपुरुष तेन आसौ तत्र तेन असौ तेन योगः असौ तेन कीदृशं पदम् तेन तेनः नास्ति तेन रामेण तेन रामेण तृतीयाविभक्तिः तृतीयाविभक्तिः तत्र प्रातिपदिकं किम् दकारान्त तद् तद् सः तौ ते तं तौ तं तौ तान् तान् तेन ताभ्यां तैः तैः तेन दकारान्त तद् पुंलिङ्गशब्दं तृतीयाविभक्तिः असौ असौ इदानीमेव उक्तवती अहम् असौ कीदृशं पदम् अस असौ असौ अदस अदस् अदस किम् अभवत् तेन असौ रथे रथे वदतु विभक्तिः का कीदृशं पदं सप्तमी सप्तमी विभक्ति उत्तमं प्रातिपदिकं किं रथ पुंलिङ्गशब्दः नैवावतिष्ठति. नैवावतिष्ठि कथं तत्र पदच्छेदनं करणीयं? न योगः एव योगः अवतिष्ठते. न योगः एव योगः अवतिष्ठते. न कीदृशं पदम्? अव्यय. अव्ययम् एव. कीदृशं पदम्? देट् इस् आल्सो अव्यय. अव्ययम् अवतिष्ठते. कीदृशं पदं? तिष्ठ. तिष्ठ अवतिष्ठते. योगः हा तिष्ठ. अव उपसर्गः उत्तमम्. अव उपसर्गः तिष्ठति. था इति धातुः, था इति धातुः तत्र तिष्ठते. तत्र प्रथमपुरुषः, प्रथमपुरुषः एकवचनम्. इदानीं वदतु अर्थं, वदतु श्लोकस्य. संस्कृते हस्तच from the hand, his bow slipped, his body started trembling, shivering, trembling. Mano Brahmati Man. Did you see how, just see how the difference, the language, is really, the translation itself is difficult. Tanav in the body, Devatva Jayat, in the body, trembling started to happen. See the language, trembling started to happen. And then? Then the manasi, it got bhama. It became confused, it started wandering away. Tena, by that, tena, by that, so by this, what happened? Asau rathena eva tishthate, avatishthate. Asau is he who Arjuna. He could not stand in the ratha. He could not stand because his body was trembling and Tidanti mama gatrani. Repatushta sharire mai roma harshashta jayate. Hair on his hand was standing. That is atra samapayamaha yato hi anya api na santi api cha samayaha jataka. Vijay Kumar Mahoday, shanti nastra padatu. जानाति किम्? अस्तु, अहं तत्र अत्र स्थापयामि. दृश्यते काय किम्? मम प्रकृतिः दृश्यते किं? अस्तु, अहमेव वदामि. सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. धन्यवादः. धन्यवादः. अनेके धन्यवादाः. पुनर्मिलामः. पुनर्मिलामः.